गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। अस्माकं न्यायवर्गे सर्वेषां स्वागतम्। कालस्य लक्षणम् इत्यस्मिन् ग्रन्थे वयं स्मः। अतीतादिव्यवहारहेतुः कालः इति कालस्य लक्षणं कृतं। घटः अतीतः, घटः वर्तते, घटः भविष्यति इति एतादृशज्ञानं केन भवति इति चेत् तत्र शब्दप्रयोगेन भवति। पुनः तादृशशब्दप्रयोगस्य कारणं किम् इति पृष्ट्वा, यदि कालः इति अन्यतमद्रव्यं नास्ति चेत् तर्हि एतादृशशब्दप्रयोगः न कर्तुं शक्यते इति कृत्वा, कालः शब्दप्रयोगस्य कारणं भवति, शब्दप्रयोगः तु ज्ञानस्य कारणं भवति इति कालस्य लक्षणं निरूपितम्। पुनः प्रत्येकं ज्ञाने प्रकारता, विशेष्यता, संसर्गता इति एतत् सर्वम् अस्ति इति, अपि च सा प्रकारता विशेष्यता यस्मिन् विषये अस्ति तस्मिन्नेव विषये विद्यमानधर्मेण सा प्रकारता वा विशेष्यता वा अवच्छिन्ना भवति इति अपि अस्माभिः अधीतम्। घटः अतीतः इत्यत्र घटः विशेष्यः, अतीतत्वम् अतीतत्वे प्रकारता अस्ति, सा प्रकारता अतीतत्वेन अवच्छिन्ना भवति। एवमेव विशेष्यता, घटे विद्यमानविशेष्यता घटत्वेन अविच्छिन्ना भवति इति कृत्वा, तत्रापि अवच्छेदक अवच्छेदभावः भावम् उक्त्वा कालस्य निरूपणं कर्तुं शक्यते इत्यपि अस्माभिः अधीतम्। अत्र मुख्यवार्ता किम् इति चेत्, कालः इति अन्यतमद्रव्यम् अस्ति इत्यस्य प्रमाणं किम् इति चेत् अनुमानमेव। कालः तु प्रत्यक्षयोग्यः नास्ति, काले उद्भूतरूपं नास्ति, अपि च महत्परिमाणं तु अस्ति, तत्र विभुः अस्ति, किन्तु उद्भूतरूपं नास्ति इत्यतः कालः प्रत्यक्ष अयोग्यः। प्रत्यक्ष अयोग्यः अस्ति चेत् प्रत्यक्षेन कालः अस्ति इति ज्ञातुं शक्यते। अतः कालस्य ज्ञानार्थम् अनुमानमेव प्रमाणम्। अत्र अनुमानं किमिति पूर्वमेव उक्तं, तत्र शब्दप्रयोगः घटः अतीतः इति कस्यापि आत्मनि ज्ञानं जायते, तद्ज्ञानं शब्दप्रयोगेन जायते, तादृशशब्दप्रयोगः कालं विना अशक्यम् इति कृत्वा तत्र कालः इति भिन्नद्रव्यम् अन्यतमद्रव्यं स्वीकृतमस्ति अनुमानेन। यत्र यत्र अनुमानं भवति तत्र लाघवाय तस्य विभुत्वम्, एकत्वम्, अपि च नित्यत्वं स्वीकर्तव्यम् इति अस्माभिः पूर्वमेव अधीतम्। हा किन्तु अतः कालं किं भवति? हा वदतु भगिनि। कालः, कालस्य विषये अनुमानम् एव कर्तुं शक्नोति चेत् तत्र प्रत्यक्षरूपेण शारदालयः तिष्ठति, पद्मालयः तिष्ठति, शिवालयः एव तिष्ठति, एतत् सर्वं प्रत्यक्षं प्रत्यक्षमेव खलु जि? शिवालयः इति कीदृशपदार्थः अस्ति? तत्र गृहरूपेण सन्ति तत्र। मम प्रश्नः किम् अस्ति चेत् अनुमानम् एतत् सम्भविष्यति, एतत् सर्वम् अनुमानं कर्तुं शक्नुमः, परन्तु प्रत्यक्षरूपेण तत्र शारदालये तिष्ठति, पद्मालये वयं साक्षात् पुरतः तिष्ठति खलु, एतत् प्रत्यक्षमेव अनुमानं। मया पृष्टं, शिवालयः इति पार्थिवद्रव्यमस्ति किल, पार्थिवद्रव्यं तु प्रत्यक्षयोग्यमेव, अतः शिवालयं दर्शयितुं शक्यते, द्रष्टुं शक्यते. भवत्याः प्रश्नः कः इति इदानीमपि न बुद्धं भगिनि, पुनः पृच्छतु कृते. कालः कालस्य विषये अनुमानमेव कर्तुं शक्नुमः, प्रत्यक्षः नास्ति इति भवता उक्तम्. हा, कालः इति द्रव्यम् अस्ति इति अनुमानेन एव ज्ञातुं शक्यते. कालस्य कालं द्रष्टुं शक्यते वा? नास्ति. हा, अतः एव मया उक्तं, तत्र वयं पठितवन्तः किल, प्रत्यक्षयोग्यता कुत्र भवति? यस्मिन् उद्भूतरूपम् अस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणम् अस्ति, ते एव प्रत्यक्षयोग्याः इति. काले उद्भूतरूपमस्ति वा? नास्ति. अतः कालः प्रत्यक्ष अयोग्यः, प्रत्यक्षं न कर्तुं शक्यते कालस्य. हा हा, अस्तु, समीचीनम्, अस्तु. हा, अपि अहं वदन् आसीत् तत्र कालः अनुमानेन साधितं, यत्र यत्र अनुमानेन यत्किमपि पदार्थं साधितं भवति तत्र सर्वत्र लाघवाय तस्य सङ्ख्याविषये एकत्वं, विभुत्वम् अपि च परिमाणविषये विभुत्वम् अपि च नित्यत्वम् अपि स्वीकर्तव्यं, तत्रैव लाघवम् अस्ति इति. यदि तत्र क्लेशः किमपि भवति तत्रैव भिन्नरीत्या स्वीकर्तव्यम्. अतः इदानीं कालः अनुमानेन निरूपितः इति कृत्वा तस्य सङ्ख्या एकः, तस्य परिमाणं विभुः, अपि च कालः नित्यः इति अपि स्वीकृतम्. यदि एकः एव कालः इति स्वीकृतं चेत् तर्हि पुनः प्रश्नः उदेति, तत्र भूतकालः, वर्तमानकालः, भविष्यत्कालः इति कालः भिन्नभिन्न अनेकाः कालाः वर्तन्ते इव इति कथं वा तत्र व्यवहारः कर्तुं शक्यते? कालस्तु एकः एव इति कृत्वा तत्र भूतकालः, वर्तमानकालः, भविष्यत्कालः इति कथं वा व्यवहारः कर्तुं शक्यते इति प्रश्नस्य उत्तरार्थं तत्र उपाधिं, कालस्य उपाधिं स्वीकृत्य एतादृशव्यवहारः कर्तुं शक्यते इति अधीतं. तत्र कालस्य उपाधिः किं भवितुमर्हति इति चिन्तयित्वा, यत्र तुल्यक्रिया, यत्र इति नास्ति, तुल्यक्रिया एव कालस्य उपाधित्वेन कार्यं कर्तुं शक्यते इति अस्माभिः अधीतं. तत्र सूर्यस्य भ्रमणं वा, नो चेत् लम्बकस्य, तत्र घटिकायां लम्बकमस्ति किल, तस्य चलनं वा, नो चेत् सिकतायाः पतनं वा, जलस्य स्रवणं वा, अपि च क्वाड्स्, क्वाड्स् इति पदार्थः अस्ति, पार्थिवपदार्थमस्ति, तस्मिन् विद्यमानसूक्ष्मक्रिया इति. किन्तु तत्र सर्वत्र यद्मया उक्तं तत्र सर्वत्र तुल्यक्रिया वर्तते इति कृत्वा, तत् तुल्यक्रियां स्वीकृत्य कालस्य उपाधित्वेन स्वीकृत्य कालस्य व्यवहारः, अतीतः, अस्ति, भविष्यति इति एतादृशव्यवहारः कर्तुं शक्यते. यद्यपि कालः एकः तथापि तत्र उपाधिं स्वीकृत्य, यथा आकाशस्य तत्र घटः इति, घटम् इति उपाधिं स्वीकृत्य घटाकाशः, मठाकाशः इति तादृशव्यवहारः वयं कुर्मः, अत्रापि एतादृशं कर्तुं शक्यते इति अस्ति इति अस्माभिः अधीतं. केवलं क्रिया एव कालस्य उपाधिः न, किन्तु यस्मिन् द्रव्ये तादृशक्रिया जाता अस्ति, अनुभूतः अस्ति, सा अपि, तद् सः पदार्थः अपि, तत् पदार्थमपि कालोपाधित्वेन स्वीकृत्य व्यवहारं कर्तुं कालस्य व्यवहारं कर्तुं शक्यते इत्यस्ति अस्माभिः अधीतम्। तत्रैव पद्मालयः, पद्मालयः इति किमपि गृहम् एकस्मिन् दिने तस्य निर्माणम् अभवत्, यस्मिन् दिने तस्य निर्माणम् अभवत् तद्दिनं तस्य जन्मदिनं भवति, पद्मालयस्य जन्मदिनं भवति। ततः पूर्वं ततः परम् इति अन्येषाम् अपि परिचयं दातुं शक्यते। अपि च पद्मालयस्य निर्माण अनन्तरं कियत् संवत्सराः जातः इति अपि कालस्य मानं कर्तुं शक्यते इति कृत्वा तत्र जन्यवस्तूनि, जन्यानि वस्तूनि अपि कालस्य उपाधि भवितुम् अर्हति। किमर्थम् इत्युक्ते येन जन्यवस्तुना तत्र क्रिया अनुभूतः, तुल्यक्रिया अनुभूतः, सूर्यस्य भ्रमणं वा नो चेत् तत्र क्वाड्स् इत्यत्र विद्यमानक्रिया सूक्ष्मक्रिया तेन अनुभूतः इति कृत्वा क्रियाद्वारेण जन्यपदार्थमपि कालस्य उपाधिः भवितुम् अर्हति इति तावत्पर्यन्तम् अस्माभिः अधीतम्। इदानीं कुत्र स्मः इत्युक्ते अष्टाविंशतितमपुटे द्वितीयपरिच्छेदः, तत्र पूर्वस्मिन् परिच्छेदे स्थूलाक्षरैः किं लिखितम् अस्ति इति चेत् जन्यानाम् एव काल उपाधित्वम् इत्युक्ते जन्यं तत्र एव कारेण किं सूचितम् अस्ति इति चेत् जन्यानाम् एव काल उपाधित्वम् इत्युक्ते तत्र नित्यानां कालोपाधित्वं न भवितुमर्हति। किमर्थम् इत्युक्ते अस्मिन् दिने नित्यवस्तु जातम् इति न वक्तुं शक्नुमः किल, अनादिः खलु नित्याः इति कृत्वा जन्यानामेव कालोपाधित्वं भवति इति अस्ति। अस्तु, इदानीम् अग्रे सरेम। प्रथमं तत्र शिवराममहोदय पठति वा एवं भूतले इति आरभ्य। आम्, श्रूयते न? श्रूयते महोदय, पठतु। एवं भूतले घटः चत्वरे गौ इत्यादिवत् इह अपि अधिकरणत्वावगाहि प्रत्ययः भवति। तदा आकारस्तु इदानीं घटः तदानीं पटः इति। अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल इति काल एव इति स्वीक्रियते। अग्रे पठामः। हरि ओम्। महोदय अस्ति वा? हरि ओम्, न श्रूयते वा? श्रूयते, वदतु महोदय। कियत् पर्यन्तं भवता पठितम्? इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते। तस्मिन् विषये किमपि उक्तं वा? किञ्चित् मया बहिः आसन् इत्यतः। पुनः वदति वा तावत्पर्यन्तम् इति स्वीक्रियते इति, तत्र किमस्ति इति। एवं भूतले घटः चत्वारगौ इत्यादिवत् इह अपि अधिकरणत्वावगाहि प्रत्ययः भवति। तदा आकारस्तु इदानीं घटः इदानीं पटः इति। अत्र च अधिकरणत्वेन ज्ञायमाना पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते। पूर्णतः न अवगमनवत्। अत्र भूतले घटः अस्ति, चत्वारे गौः इति प्रयोगः भवति। एषः प्रयोगः अपि अधिकरणत्वावगाहि नाम अधिकरणत्व अवगमनं पद्धत्याः एव भवति। तर्हि अधिकरणत्वेन ज्ञायमानपदार्थः इतरपदार्थानां पदात् काल एव इति स्वीक्रियते. काल एव इति पदार्थेन तत्र पदार्थयोः मध्ये भेदः तत्र दृश्यते. अत्र चत्वरः इत्युक्ते किम् इति जानाति वा? चत्वरः इति पदमस्ति किल, चत्वरे गौः इति. चत्वरे गौः, चत्वरः इत्युक्ते अस्माकं गृहे पूर्वभागः अस्ति किल, कोर्ट् यार्ड् इति वदामः किल, तदेव. तत्र भूतले घटः, चत्वरे गौः इत्यादिवत् इहापि इत्युक्ते एतस्मिन् प्रयोगे अपि अधिकरणत्व अवगाहि इत्युक्ते किम्? अवगाहि नाम अवगमनं वा ग्रहणम्? अवगमनमेव ग्रहणं. समीचीनं, ग्रहणं वा अवगमनं. सत्यं सत्यम्. अधिकरणत्व अवगाहि इत्युक्ते अधिकरणत्वस्य ग्रहणं. प्रत्ययः इत्युक्ते किम्? अनुभवः प्रत्ययः. महोदय अनुभवः न अनुभवः. प्रत्ययः इत्युक्ते ज्ञानम् इति अत्र ज्ञानं वयम् अनुभवः वा ज्ञानम् अनुभवः. आम्, अनुभवः इत्युक्ते ज्ञानमेव. अनुभवस्तु ज्ञानमेव इति कृत्वा प्रत्ययः इत्युक्ते ज्ञानं. तदा तदाकारस्तु इदानीं घटः, तदानीं पटः इति. अत्र च अधिकरणत्वेन ज्ञायमानः पदार्थः इतरपदार्थानां बाधात् काल एव इति स्वीक्रियते. तत्र किमुक्तं शिवरां महोदय? तत्र इदानीं घटः, तदानीं पटः, तदानीं काले पटः आसीत्, इदानीं घटः अस्ति इति अधिकरणत्वेन ज्ञायमानपदार्थः नाम अधुना तत्र पटः पटः अस्ति, इदानीं घटः अस्ति, किञ्चित् पूर्वस्मिन् काले पटः आसीत् इति अधिकरणत्वेन ज्ञायमान घटपटयोः मध्ये तत्र यः भेदः दृश्यते सः का तत्र काल एव पदार्थेन सः तत् भेदं वयं वक्तुं शक्नुमः तत्र. हा, इत्युक्ते तत्र पूर्वम् अस्माभिः किम् अधीतं? घटः अतीतः, घटः वर्तते इति तादृशप्रयोगः. इदानीं कीदृश ज्ञानस्य आकारः किम् इति चेत् इदानीं पटः, तदानीं पटः इति. इदानीं तत्र इदानीं, तदानीम्, अधुना इति एतादृशशब्दप्रयोगः किम् आधारीकृत्य उपयुक्तम् इति चेत् तत्र कालं, काल इति एव. काल एव स्वीक्रियते. किमर्थमित्युक्ते इतरपदार्थानां बाधात् इत्युक्ते किम्? इतरपदार्थानां बाधात् इति किम्? इतरपदार्थानां बाधात् नाम तदानीं काले एकः पदार्थः एव आसीत्, एषः पदार्थः नासीत् एतत् पद्धत्या इतरपदार्थानां बाधात्? न तादृशं नास्ति. तत्र इतरपदार्थानाम् इत्युक्ते एतावत्पर्यन्तं कति द्रव्याणि अस्माभिः अधीतानि? तत्र पृथिवी, तेजः, अप्सु, वायुः, आकाशः इति एते पदार्थाः आधारीकृत्य तत्र पृथिवीम् आधारीकृत्य इदानीम् इति वक्तुं शक्यते वा? न किल. न इति इतरपदार्थानाम् इत्युक्ते तत्र कालव्यतिरिक्त अन्ये पदार्थाः, ये पदार्थाः अस्माभिः अधीताः अपि च अधीयमानाः सन्ति, अधिष्यमानाः अपि भवन्ति तत्र, इतोपि परं तत्र गुणाः वा क्रिया वा तत्र तादृशं स्वीकृत्य यत्किमपि पदार्थं स्वीकृत्य इदानीं, तदानीम् इत्र इति आधारी यस्मिन्नपि पदार्थं स्वीकृत्य तत्र इदानीं तदानीम् इति न वक्तुं शक्यते इति कृत्वा तत्रापि कालः एव अस्य आधारः इति स्वीक्रियते इति उक्तम्. आम्, समीचीनं महोदय, धन्यवादः. इदानीं श्रीराम महोदय अग्रे पठति वा? महोदय तत्र च आधार आधेयभावनिर्वाहाय गुणगुण्यादीनां समवाय इव अतिरिक्तः सम्बन्धः कल्प्यते स एव कालिकासम्बन्धः इत्युच्यते इदानीं पृथिवी तदानीं वायुः तत्र च आधार आधेयभावनिर्वाहाय गुणगुण्यादीनां समवाय इव गुणगुणिनोः यथा समवायसम्बन्धः अस्ति तत्रापि च आधाराधेयभावः अस्ति तादृशं तादृशः आधाराधेयभावः अत्रापि आवश्यकता अस्ति आधाराधेयभावः निर्वाहाय कालिकासम्बन्धः इति एकः सम्बन्धः नैयायिकैः स्वीक्रियते यथा समवायसम्बन्धः इति सम्बन्धः अस्ति गुणगुणिनोः मध्ये क्रियाक्रियावतोः मध्ये तादृशम् अत्रापि कालिकासम्बन्धः स्वीकृत्य इदानीं तदानीं भवान् अवगच्छति वा किमर्थम् अत्र आधार आधेयभावस्य भावस्य निर्वाहः भवेत् इति किमर्थम् तत्र कयोः मध्ये आधार आधेयभावः गुणगुणिनोः मध्ये आधाराधेयभावः अस्ति न न अत्र अत्र तु इदानीं वयं कालस्य लक्षणे स्मः गुणगुणी इत्यस्मिन् अत्र आधाराधेयभावः कयोः मध्ये अस्ति कालम् अपि च द्रव्यं मध्ये कटः पटः इति द्रव्याणां मध्ये कालस्य सम्बन्धः तत्र तेन पदार्थानां कालेन सह कथं सम्बन्धः अस्ति तदा आधाराधेयभाव आवश्यकं भवति तत्र कालिकासम्बन्धः स्वीकृत्य आधाराधेयभावः सम्बन्धः निरूप्यते हा इति अस्ति समीचीनम् अत्र पश्यतु घटः भूतले घटः अस्ति इति यथा वाक्यमस्ति तथा इदानीं घटः अस्ति इदानीं घटः अस्ति भूतले घटः अस्ति इदानीं घटः अस्ति तत्र समानता दृश्यते किल भूतले घटः अस्ति इत्यत्र भूतलम् आधारः अस्ति घटः आधेयः अस्ति इदानीं घटः अस्ति इत्यत्रापि तत्र कालः आधारः अस्ति घटः आधेयः अस्ति हा इति तत्र घटकालयोः मध्ये आधेय आधारभावः अस्ति यत्र यत्र आधेय आधारभावः अस्ति तत्र सर्वत्र सम्बन्धः वक्तव्यः भवति इति कृत्वा यथा गुणगुण महोदय महोदय श्रूयते वा महोदय नास्ति इति भाति अस्तु आगच्छति सः कालानन्तरं तस्य इण्टर्नेट् कनेक्षन् बहिः अस्ति इति कारणेन सम्यक् नास्ति अन्य विरामापि स्वीकर्तुं शक्यते यदि क्लेशः अस्ति तदेव चिन्तयामि रुग्णालये सा अस्ति इति भाति सा कुत्र आयुर्वेदचिकित्सा प्रचलति हा स्वस्य अस्ति वा अन्यस्य अस्ति न जानामि, किन्तु स्वस्य स्वस्य एव वा? तस्य स्वास्थ्यं सम्यक् नास्ति. मम एकः प्रश्नः अस्ति, यदि कोऽपि जानाति कृपया वदतु. अत्र अधिकरण प्रायः सप्तमी विभक्त्यामस्ति, इदानीं तदानीं सप्तमी विभक्त्यां नास्ति, तर्हि अधिकरणत्वेन तस्य स्वीकारः कथं भवति न जाने. इदानीं तदानीं तु अव्ययम् अस्ति. आं महोदय, इदानीं तदानीम् इदानीं काले सप्तमी एव भवति न, तदानीं काले इति काले स्वीकुर्मश्चेत् तत्र उपयोगं करणीयं, काल इति पदस्य उपयोगं करणीयम्. उपयोगं यदि तत्र योजयामः तर्हि सप्तमी सप्तमी भवति. धन्यवादः. कालस्य सप्तमी, धन्यवादः. तत्र अधिकरण इति शब्दः नाम सः पदार्थः कुत्र निवसति तत्पद्धत्या अधिकरणत्वं तस्य. अहम् एकवारं दूरवाण्यां सम्पर्कं कर्तुं महोदय. प्रायशः सः प्रयत्नं कुर्वन् अस्ति. अस्तु, क्षम्यताम्, तत्र भग्नः जातः. अस्तु अस्तु, इति तत्र यथा गुणगुणिनोः मध्ये समवायसम्बन्धः स्वीकृतः तथा अत्रापि, इत्युक्ते इदानीन्तनकाले घटः अस्ति इत्यस्मिन् ज्ञाने तत्र घट अपि च इदानीन्तनकालः अनयोः मध्ये कीदृशसम्बन्धः अस्ति इति चेत् कालिकासम्बन्धः वर्तते. तत्रैव संसर्गता अस्ति. अस्तु, समीचीनम्. इदानीं विजया भगिनी अग्रे पठति वा कृपया. अस्तु जि, सः एव कालिकसम्बन्धः इति उच्यते, एतत् पर्यन्तं पठितवन्तः खलु. आम् आम्, ततः अग्रे. इदानीं पृथिवी, तदानीं वायुः, इदानीम् आकाशः, इदानीं रूपादयः, क्रियाः, गतत्वं, विशेषः, समवायः, अभावः वा इत्यादि इति प्रतीतिभिः सर्वेषामेव पदार्थानां कालवृत्तित्वं निश्चीयते इति सर्वाधारः कालः इति अपरेपि नियमः सिद्ध्यति. इदानीं गतः तदानीं गतः इति पूर्वं दृष्टवन्तः, तदा अपि तादृशमेव तत्र अपि इदानीं पृथिवी, किमर्थं चेत् इदानीं पृथिवी, तदानीं वायुः, इदानीम् आकाशः, इदानीं रूपादयः, क्रियाः, घटत्वं, विशेषः, समवायः, अभावः, एतत् सर्वं कालिकासम्बन्धेन कालिकासम्बन्धेन एव तिष्ठति. एतत् सर्वं वयं किञ्चित् कालम् आसीत्, किञ्चित् कालं भविष्यति, किञ्चित् कालं न अभवत् इति एतत् पदार्थाः तत्र कालविषये एव निर्णयं कुर्मः. एतत् निश्चयं निर्णयं कुर्मः इति अनन्तरं सर्व आधारः तत्र एतत् सर्वम् आधार आधेयेव आधार आधेयभावेन एव काले तिष्ठति इति आरोपिति अपरः अपि नियमः सिद्ध्यति. अधर आधेयभावेन एतत् पदार्थाः कालविषयेण तत्र नियमः अपि सन्ति तत्र कालत्वेन कालिकसम्बन्धेन इति तत्र अस्ति इति मया. अत्र एकः तत्र हा हा इदानीं तत्र इदानीम् आकाशः तत्र आकाशः नित्यः अस्ति किल. आकाशः नित्यम् एव हा नित्यः इति चेत् यथा भवत्या तत्र अनित्यरूपेण अपि अनित्य परन्तु पूर्वं वयम् अनित्यरूपेण वयं स्वीकुर्मः खलु. पूर्वम् आकाशः अपि अनित्यमिति आकाशः सर्वदा नित्यः एव. यत्र कुत्रापि आकाशः अनित्यं न भवति. किन्तु भवत्या अत्र प्रतिपादनसमये भवत्या उक्तम् आसीत् वर्तते भविष्यति इति एतादृशप्रयोगः कुर्मः इति. किन्तु आकाशस्य विषये तादृशप्रयोगः कर्तुं शक्यते वा? महाप्रलये समये सर्वं प्रकृतिः एतत् सर्वं लयं भवति खलु आकाशे. नैयायिकानां चिन्तनं नास्ति. आहा अस्तु. नित्यमित्युक्ते किम्? अनादिः अनन्तः. महाप्रलयसमये अन्तं भवति चेत् तत्तु अनन्तं नास्ति किल. इति कृत्वा हा अतः तत्र तत् न वदतु. यत्किमपि पदार्थं भवतु तत्र अनित्यपदार्थं वा नित्यपदार्थं वा यत्किमपि पदार्थं काले कालिकासम्बन्धेन वर्तते इति कृत्वा अनित्यपदानाम् अपि च नित्यपदानां च आधारः भवति कालः इति वक्तव्यम्. केवलम् अनित्यपदानाम् एव कालः आधारः इति नास्ति. नित्यपदार्थानां नित्यत्वं तत्र नित्यम् इति वदामः किल आकाशः नित्यः तस्य नित्यत्वं केन आधारेण किम् आधारीकृत्य वदामश्चेत् तत्र कालमेव आधारीकृत्य वयं वदामः इति कृत्वा नित्यपदार्थानामपि आधारः भवति कालः. तत्र कालः आकाशः नित्यः इति व्यवहारः अस्माभिः क्रियते. तादृशव्यवहारमपि कालं विना न भवितुम् अर्हति. नित्यत्वमपि कालं विना न वक्तुं शक्यते. तादृशशब्दप्रयोगः यथा घटः अतीतः घटः वर्तते घटः भविष्यति इति शब्दप्रयोगः कालं विना अशक्यः भवति. तथा आकाशः नित्यः इत्यापि शब्दप्रयोगः कालं विना न शक्यः इति कृत्वा नित्यपदार्थानामपि आधारः भवति कालः इति एकः अंशः अत्र. द्वितीयं तु तत्र किमर्थं बहवः बहूनि उदाहरणानि दत्तं पृथिवी वायुः आकाशः रूपादयः क्रिया घटत्वं विशेषः समवायः अभावः इति अवगच्छति वा? एतत् पदार्थः एव खलु जि पदार्थः द्रव्यम् एतत् सर्वं कालिकासम्बन्धेन तत्र दत्तमस्ति इति अहं मन्ये. सत्यं सत्यं सत्यं. तत्र सप्तपदार्थाः इति वयं जानीमः. द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः इति. अपि च द्रव्यं नवविधम् इति अपि अस्माभिः अधीतम् इति कृत्वा सर्वे पदार्थाः काले कालिकासम्बन्धेन वर्तते इति बोधनाय तत्र पृथिवी वायु इति स्वीकृतं तत्र, अपि च आकाशः नित्यद्रव्यमपि स्वीकृतं, रूपादयः इति रूप आदिपदेन सर्वे गुणाः उक्ताः भवन्ति, चतुर्विंशतिगुणाः अपि उक्ताः भवन्ति, क्रियाः तत्र बहुवचनमेव उपयुक्तम्, अतः सर्वे क्रियाः भवन्ति, सर्वाः क्रियाः भवन्ति, घटत्वम् इति पदेन तत्र घटत्वम् इति जातिः अस्ति किल, घटत्वम् इत्यनेन सर्वे जातयः उक्ताः भवन्ति, विशेषः इति अन्यतमपदार्थः अस्ति, सप्तपदार्थेषु अन्यतमपदार्थः अस्ति, तदपि काले वर्तते, समवायः इति सम्बन्धः सप्तपदार्थेषु अन्यतमः तदपि काले वर्तते इति तदपि उक्तम्, अपि च अभावः अपि काले वर्तते इति अस्ति. एकनिमिषम् क्षम्यताम्. अस्तु, इति सर्वे पदार्थाः काले वर्तन्ते, सर्वेषां पदार्थानाम् आधारः भवति कालः इति बोधनार्थं तत्र उदाहरणत्वेन प्रत्येकं तत्र सदसि एकं स्वीकृत्य अत्र उक्तमस्ति तावदेव. तत् इति वैशिष्ट्यमस्ति अत्र. अत्र मुख्यवार्ता किम् इति चेत् सर्वे पदार्थाः काले कालिकासम्बन्धेन वर्तते, अनित्यपदार्थाः नित्यपदार्थाः द्वयमपि काले कालिकसम्बन्धेन वर्तते इति अस्ति. समीचीनं, धन्यवादः भगिनि. महोदय, अत्र प्रश्नः अस्ति वा? आम् आं महोदय, मम प्रश्नः अस्ति, समवायः इति भिन्नः पदार्थः स्वीक्रियते न्यायिकैः, तर्हि कालिकसम्बन्धः न स्वीक्रियते तत् कथम्, एवं च न स्वीक्रियते चेत् तस्य समावेशः कुत्र भवति, तस्य सम्बन्धस्य समावेशः? भवत्याः प्रश्नः समीचीनतया न बुद्धम्. अस्तु महोदय, समवायः एकः भिन्नः पदार्थः अस्ति. आम् सत्यं, सप्तपदार्थेषु अन्यतमपदार्थः समवायः. आम् आम्, समवायः सम्बन्धः अस्ति. सत्यं, समवायः इति सम्बन्धः काले कालिकसम्बन्धेन वर्तते. किन्तु कालिकसम्बन्धः यदस्ति, यः अस्ति, सः सम्बन्धः सप्तपदार्थेषु अन्यतमः नास्ति. आम् सत्यं, तत्र कल्पितमेव कल्पितमेव. किन्तु समवायः अपि कल्पितमेव. आम् न समवायसम्बन्धः इति वस्तुस्थितिः अस्ति. इदानीं गुणः गुणिनि केन सम्बन्धेन वर्तते इति वक्तव्यं किल. नीलरूपः नीलरूपं घटे समवायसम्बन्धेन वर्तते इति कृत्वा तत्र कल्पितं नास्ति. कल्पितम् इति यदा वदामः यत्र व्यवहारार्थं किमपि वक्तव्यं तदा एव कल्पितम् इति वदामः. इदानीं नीलरूपम् अस्माकं व्यवहारं विना अपि नीलरूपं घटे वर्तते इति कृत्वा समवायः कल्पितः नास्ति, सप्तपदार्थेषु अन्यतमः अस्ति. किन्तु कालिकासम्बन्धः कदा वक्तव्यः भवति? यदा वयं व्यवहरामः. आकाशः नित्यः इति तादृशव्यवहारः यदा कुर्मः तत्र इदानीम् आकाशस्य नित्यत्वं नित्यत्वविषये अस्माकं व्यवहारः प्रचलति. तत्र इदानीम् आकाशः केन सम्बन्धेन कथं वा भवान् वदति कालः नित्यः इति चेत् तत्र आकाशः कालिकसम्बन्धेन आकाशे काले वर्तते इति कृत्वा इति तत्रैव कालिकासम्बन्धः वक्तव्यः भवति. अस्तु, किन्तु तस्य सः पदार्थः कीदृशः कालिकसम्बन्धः कल्प्यते अस्तु, किन्तु सः सम्बन्धः कस्मिन् पदार्थे अन्तर्भूतः भवति? न, कस्मिन्नपि पदार्थेन अन्तर्भूतं भवति. किमर्थमित्युक्ते ये सन्ति, ये वस्तुतः सन्ति जगति, ते एव सप्तपदार्थेषु अन्तर्भूतमस्ति. वयमेव स्वयं कल्पितं चेत् तत्र कल्पना कर्तुं शक्यते. इदानीम् आधेयता इति धर्मः अस्ति, आधेयता इति धर्मः इति वदामः, न तु जातिः इति. किमर्थम् इत्युक्ते तत्र यदा इदानीं तत्र घटः भूतले अस्ति इत्यस्मिन् सन्दर्भे घटः आधेयः, भूतलम् आधारः, घटे आधेयता विद्यते, सा आधेयता घटत्वेन अवच्छिन्ना इति केवलं व्यवहारार्थं तत्र आधेयता इति धर्मः स्वीकृतः अस्ति. इदानीम् आधेयता इति कीदृशपदार्थः इति भवति चेत् तत्र केवलं धर्मः इति अहं वदामि. किन्तु तदा कालिकसम्बन्धः अपि कश्चन सम्बन्धः, किन्तु इदानीं तत्र सप्तपदार्थेषु द्वयमेव सम्बन्धः वर्तते किल, एकं तु समवायः, अन्यस्तु संयोगः. येषु एतयोः तत्र कालिकासम्बन्धः अन्तर्भूतं भवति वा इति चेत् न, कालिकासम्बन्धः भिन्नसम्बन्धः अस्ति. समवायसम्बन्धः अपि नास्ति, संयोगसम्बन्धः अपि नास्ति. किमर्थमित्युक्ते द्रव्ययोः मध्ये एव संयोगसम्बन्धः भवति, अपि च पञ्चसु स्थलेषु एव समवायसम्बन्धः भवति, गुणगुणिनोः क्रियाक्रियावतोः इति. किन्तु कालः एव कल्पितः अस्य व्यवहारः अस्ति, अतः कालस्य कल्पना भवति. कालः कल्पितः नास्ति, कालः अनुमानेन ज्ञायते तावदेव. यथा इदानीं पश्यतु, पर्वते वह्निः अस्ति किन्तु अहं न द्रष्टुं शक्नोमि, किन्तु तस्मिन् विद्यमानधूमम् अहं पश्यामि. अतः धूमं दृष्ट्वा पर्वते वह्निः अस्ति अहम् अनिमिनोमि. इदानीम् अनिमिनोमि इति चेत् तत्र कल्पना क्रियते इति नास्ति, वस्तुतः तत्र वह्निः अस्ति, किन्तु सा वह्निः प्रत्यक्ष अयोग्यः अस्ति. तत्र मम चक्षुषा न ग्रहीतुं शक्यते. किमर्थम् इत्युक्ते तत्र किमपि प्रतिबन्धः अस्ति, वह्निः तत्र मध्ये अस्ति, सर्वतः वृक्षाः सन्ति इति कृत्वा साक्षात् वह्नेः सह मम चक्षुः संयोगः न भवति इति कृत्वा वह्निः न दृश्यते. किन्तु तत्र धूमं दृष्ट्वा वह्निः अस्ति इति अनुमिनोमि. यद्यपि अनुमानेन वह्निः साधितमस्ति, तथापि वह्निः वह्निः वस्तुगत्या अस्ति एव. तथा कालम् इति, कालः इति अन्यतमपदार्थः अस्ति एव, किन्तु केन ज्ञातम् इति चेत् अनुमानेन ज्ञातं, कल्पितम् इति नास्ति. तत्र महान् भेदः अस्ति. यः प्रश्नः भवत्या कृतमस्ति तत् महत्त्वपूर्णप्रश्नः अस्ति. किन्तु कालिकासम्बन्धः कल्पितः अस्ति, कालः कल्पितः नास्ति. कालः तु अस्ति एव, कालः नित्यः अस्ति एव, आकाशः अस्ति एव, किन्तु यदा तस्य व्यवहारं कर्तव्यं भवति, इदानीं घटाकाशः इति वदामश्चेत् तत्र घटं स्वीकृत्य उपाधित्वेन स्वीकृत्य आकाशस्य व्यवहारः कुर्मः तदा घटाकाशः इति कल्पितं भवति. घटे विद्यमानस्य आकाशः तस्य परिमाणं कियत् इति चेत् तत्र एकं लिटर् इति तादृशं व्यवहारमस्ति. तत् एकं लिटर् इति तत् कल्पितमस्ति. वयमेव तत्र किमपि मानं स्वीकृत्य वदामः तत्र एकं लिटर् नो चेत् 5 लिटर्स् इति तादृशं तत् कल्पितमस्ति. किन्तु आकाशः यदा कदापि न कल्पितः अस्ति. किन्तु आकाशमपि अनुमानेन अनुमानज्ञेन एव ज्ञातमस्ति. इत्युक्ते अनुमानेन यद् ज्ञायते तत्सर्वं कल्पितम् इति न. व्यवहारार्थं यद् वदामः तदेव कल्पितं भवति. अस्तु महोदय, धन्यवादः. अस्तु, समीचीनं समीचीनं. हा, भवती एव पठतु भगिनि अग्रे. सीमा भगिनि. अस्तु महोदय. सर्वजन्यानां समानकालिकानां परस्परम् अधिकरणत्वम् अत्र च वस्तुगत्या महाकालस्य एव सर्वाधारत्वे अपि यम् उपाधिम् आश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः तस्य उपाधेः अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते. यथा पूर्वोक्ते उदाहरणे अत्र वस्तुगत्या महाकालस्य एव सर्वाधारत्वे अपि अत्र तत्र तस्मात् पूर्वं भगिनि तत्र शीर्षकविषये किञ्चित् वदति वा, भवती अवगतवती वा तत्र शीर्षकं किम् इति अस्मिन् पाठस्य शीर्षकं? सर्वजन्यानां समानकालिकानां परस्परम् अधिकरणत्वं प्रथम पदद्वयस्य किञ्चित् अवगमनमस्ति. ये पदार्थाः जन्याः सन्ति तेषां समानकालिक कालिकानां परस्परमधिकरणत्वं न जानामि महोदय. हा, तत्र पूर्वस्मिन् पाठे अस्माभिः किं नदीतं पूर्वस्मिन् परिच्छेदे? कालः सर्वेषाम् आधारः भवति इति, किल? सर्वाधारः भवति कालः. अपि च इदानीं जन्यवस्तु अस्ति चेत् परस्परं जन्यवस्तूनां परस्पर अधिकरणत्वम् अस्ति. इत्युक्ते इदानीं शिवालयः इति जन्यवस्तु अस्ति, शारदालयः इति जन्यवस्तु अस्ति. अपि च द्वौ अपि समानकालिकौ इत्युक्ते एकस्मिन् काले अपि द्वौ अपि वर्तते, नो चेत् आसीत्, नो चेत् भविष्यति इति अस्ति चेत् तत्र परस्पर अधिकरणत्वम् अस्ति. इत्युक्ते कालिकासम्बन्धेन शिवालयः शारदालयस्य अधिकरणं भवति, अपि च कालिकासम्बन्धेन शारदालयः अपि शिवालयस्य अधिकरणं भवति. यथा इदानीन्तनकाले अहमपि अस्मि, भवती अपि अस्ति इति कृत्वा वयं आवां द्वौ अपि जन्यौ इति कृत्वा अस्माकं जननं तु जातमस्ति इति कृत्वा आवां द्वौ अपि जन्यौ समानकालिकौ इति कृत्वा अहं त्वयि कालिकासम्बन्धेन वर्तते, भवती मयि कालिकासम्बन्धेन वर्तते इति आवाभ्यां तत्र परस्पर अधिकरणत्वम् अस्ति इति एव अस्मिन् पाठस्य विषयः अस्ति. इदानीम् अग्रे वदतु. अत्र वस्तुगत्या महाकालस्य एव सर्व आधारत्वे अपि अत्र एकः कालः एकः एव अस्ति, अतः सः कालः सर्व पदार्थानाम् आधारः अस्ति. यम् उपाधिमाश्रित्य विस्तृतस्य कालस्य कालिकसम्बन्धः सिद्धः. अत्र यद्यपि एकः कालः अस्ति, सः एव सर्वपदार्थानाम् आधारः अस्ति, तथापि तस्य विस्तृतस्य कालस्य उपाधिम् आश्रित्य भिन्नभिन्नपदार्थेन कालिकसम्बन्धः सिद्धः. तत् वयं पूर्वस्मिन् परिच्छेदे दृष्टवन्तः. तस्य उपाधिः अपि तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते. ओके, अत्र उपाधिम् आश्रित्य कालस्य पदार्थेन सह कालिकसम्बन्धः सिद्धः, तथैव तस्य उपाधेः कालिकसम्बन्धेन एव अधिकरणत्वं स्वीक्रियते अत्र दत्तमस्ति. तद् मम अवगमः. समीचीनं, तदेव. यथा कालः सर्वस्य आधारः भवति तथा कालस्य उपाधयः अपि कालिकासम्बन्धेन एव सर्वेषाम् आधारः भवति, अधिकरणं भवति इति अत्र उक्तम्. अग्रे कथं वा अधिकरणं भवति इति प्रदर्शनं तस्य उपपादनं भवति. धन्यवादः भगिनि. इदानीं बालसुब्रह्मण्य महोदय अग्रे पठति वा? शारदालयः, पद्मालयः, शिवालयः, शारदालयः एकसहस्राधिक नवशत सप्तमी सप्तति. तत्र महोदय विपरीतरीत्या वक्तव्यं, तत्र दक्षिणतः वामपर्यन्तं गन्तव्यं. सप्तति अधिक नवशत अधिक सहस्रः. हा, समीचीनं, सहस्रम् इति सहस्रम्. तदनन्तरं पद्मालयः पञ्चशत अधिक नवदशाधिकसहस्रं. शिवालयः समीचीनं पञ्चशत अधिक नवशत अधिकसहस्रम् इति. पञ्चाशीतिः, पञ्चाशत, पञ्चाशीति इति भवत्या उक्तं, भवता उक्तं किल? क्षम्यतां महोदय, पुनः एकवारं. पञ्चाशीति अधिक पञ्चाशति. धन्यवादः. हा, परन्तु तत्र यथा अन्तरा जातं, पद्मालयम् आदाय तदनन्तरं शिवालयः, तत्पूर्वं शारदालयः इति व्यवहारः दृश्यते, तथा एव अत्यन्तपूर्ववर्ति शारदालयम् आधाय अपि ततः पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः, पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति व्यवहारः प्रसिद्ध एव. तावत् वदतु महोदय. ओके, परन्तु इति उक्तः, परन्तु इति से तस्य सिद्धान्तस्य विरोधः अस्ति. परन्तु सिद्धः तेन सम्बन्धेन अधिकरणत्वं स्वीक्रियते, यथा पूर्व उक्त उदाहरणे. परन्तु तत्र यथा अन्तरा जातम्, अन्तरा जातम् इत्युक्ते एकत्र समय अन्तरे अतिरिक्तं चित्रं पश्यतु, चित्रं पश्यतु, तत्र पद्मालयः कुत्र अस्ति? एवं वा, पद्मालयः कुत्र अस्ति चित्रे? पद्मालयः कुत्र अस्ति? पद्मालयः कुत्र अस्ति इति मध्ये अस्ति. हा, तदेव, तदेव उत्तरम्. अन्तरा जातम् इत्युक्ते मध्ये अस्ति इति, इत्युक्ते शारदालयः अपि च शिवालयः अनयोः अन्तरे जातमस्ति. इत्युक्ते शारदालयस्य अनन्तरं पद्मालयः, शिवालयस्य पूर्वं पद्मालयः जातः इति कृत्वा पद्मालयः अन्तरा जातं भवति. पद्मालयम् अन्तरा जातं भवति. कालिकाविषये कालिकारीत्या किल सत्यं सत्यं हा सत्यं तत्र यथा अन्तरा जातं पद्मालयम् आदाय तद् अनन्तरं शिवालयः तत्पूर्वं शारदालयः इति व्यवहारः दृश्यते तथा एव अत्यन्तपूर्ववर्तिशारदालयम् आदाय अपि अत्यन्तपूर्ववर्ति शारदालयम् आदाय सो पूर्वं सर्वत्र पूर्वं शारदालयः एव सत्यं पूर्व शारदालयमादाय अपि ततः पञ्चभ्यः वर्षे वत्सरेभ्यः अनन्तरं पद्मालयः आम् सप्ति सप्तति अत्र अति पञ्चश सप्तति सत्यं वर्षपर् पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः शिवालयः पञ्चाशीति सप्तति तस्मात् पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः सो शारदालयात् पञ्चदश वर्ष अनन्तरं शिवालयः इति हा इति व्यवहारमः व्यवहारामः इति व्यवहारामः इति व्यवहारामः प्रसिद्धे एव व्यवहर्तुं शक्यते प्रसिद्धव्यवहार व्यवहार विदन् एवमेव सत्यं महोदय समीचीनं हा मुरळीमहोदय वदतु महोदय तत्र अनन्तरम् अन्तरा जातं मध्ये जातं समानमेव सत्यम् आम् अन्तरा इत्युक्ते मध्ये इत्येव अर्थः मध्ये सो तत्र शारदालय अधिष्ठानः पद्मालय शिवालय आधारतया निरूप्यते तदेव अधिष्ठानम् आधारः द्वयमपि पर्यायपदमस्ति अहं वदामि एवम् अन्तिमं शिवालयम् आदाय ततः दशभ्यः वत्सरेभ्यः पूर्वं पद्मालयः उत्पन्नः पञ्चदशभ्यः वत्सरेभ्यः पूर्वं शारदालयः उत्पन्नः इति इत्यादयो अपि व्यवहाराः व्यवहाराः सार्वजनीना इति पद्मालये इव इतरयोः गृहयोः कालोपाधित्वम् आगतम् तावत् वदतु महोदय अन्तिमं शिवालयम् आदयः पञ्चाशीति वर्ष अन्तिमं शिवालयम् आदाय ततः दशभ्यः वत्सरेभ्यः पूर्वं पद्मालयः वस्तुतः एवमेव पञ्चसप्तमी पञ्च अशीति तस्मात् दशभ्यः वर्षेभ्यः पूर्वं पद्मालयः उत्पन्नः पञ्चदशभ्यः वत्सरेभ्यः पूर्वं शारदालयः शारदालयः शिवालयात् पञ्चदशभ्यः वर्षेभ्यः पूर्वं पूर्वं शारदालयः उत्पन्नः इत्यादि व्यवहारः जातः ज्ञातुं शक्यते सत्यं सार्वजनीना क्षम्यतां महोदय वदतु वदतु महोदय सार्वजनीना सार्वजनीना इति पद्मालय एव पद्मालय इव इतरयोः गृहयोः काल उपाधित्वम् आगतं सार्वजनीना इति पद्मालयः पद्मालये इव आमां सार्वजनीन इति पद्मालये इव स्त्रियोः गृहयोः 75 सार्वजनीन सार्वजनीय सार्वजनीन इति मुख्ये महोदय सार्वजनीन इति इत्यस्य सूक्ष्म अर्थम् अत्र अत्र शिवालयः शारदालयः पद्मालयः इति त्रीणि गृहाणि अपि जन्यवस्तु किल सत्यं तेषां जननं एकस्मिन् काले जातम् इति कृत्वा तत्र यत्किमपि स्वीकृत्य इदानीं पद्मालयं स्वीकृत्य तस्मात् पूर्वं शारदालयः तस्मात् परं शिवालयः इति वक्तुं शक्यते तत्र शारदालयं स्वीकृत्य शारदालयम् अधिकृत्य पद्मालयः पञ्चभ्यः वर्षेभ्यः अनन्तरं जातः शिवालयस्तु पञ्चदशेभ्यः वर्षेभ्यः अनन्तरं जातः इति वक्तुं शक्यते तदनन्तरं पुनः शिवालयम् अधिकृत्य पद्मालयस्य जननं कदा अभवत् शारदालयस्य जननं कदा अभवत् इति वक्तुं शक्यते इति तादृशव्यवहारः सर्वे उपादयः तत्र व्यवहारः अधिकरणत्वेन व्यवहारः कर्तुं शक्यते अधिकरणत्वेन स्वीकृत्य व्यवहारः कर्तुं शक्यते इति उत्तरम् अत्र तावदेव तुल्यन्यायात् सर्वेषामेव जन्यानां काल उपाधित्वम् उपाधित्वात् कालिकेन अधिकरणत्वम् अपि सिद्ध्यति तुल्यन्यायात् सर्वेषामेव जन्यानां त्रयोः ग्रेषां जन्यानां काल उपाधित्वम् उपाधित्वात् कालिकेन अधिकरणत्वमपि सिद्ध्यति काल उपाधित्वम् अवगतम् उपाधित्वात् उपाधित्वं काल उपाधित्वं काल उपाधित्वात् कालिकेन अधिकरणत्वम् इति सिद्ध्यति अधिकरणत्वकालिकेन अधिकरणत्वं सिद्ध्यति सर्वं स्पष्टम् उपाधित्वात् उपाधित्वं तुल्यवसा सर्वजन्यानां काल उपाधित्वम् उपाधित्वात् सिद्ध्यति तत्र उपाधित्वात् इति हेतुपञ्चमी अस्ति इत्युक्ते अनेन कारणेन एव यदि एकं वस्तु कालस्य उपाधिः न भवितुमर्हति तर्हि अधिकरणमपि न भवितुमर्हति ये पदार्थाः काल उपाधयः भवन्ति ते सर्वे अधिकरणं कालिकेन अधिकरणमपि भवन्ति इति इदानीं तत्र अतः एव मया उक्तं शारदालयम् अधिकृत्य इति मया पदं प्रयुक्तं शारदालयम् अधिकृत्य पद्मालयस्य जननं अस्मिन् वर्षे संवत्सरे अभवत् अपि च शिवालयस्य जननम् अन्यस्मिन् संवत्सरे अभवत् इति शारदालयम् अधिकृत्य मया वक्तुं शक्यते एवमेव पद्मालयम् अधिकृत्य अपि च शिवालयम् अधिकृत्य इति कृत्वा सर्वे जन्यपदार्थाः अधिकरणं कालिकसम्बन्धेन तत्र अधिकरणं भवितुम् अर्हति सर्वेषाम् अधिकरणं भवितुम् अर्हति इति अस्ति समीचीनं धन्यवादः धन्यवादः महोदय क्षम्यताम् अत्र सार्वजनीनां भवितुं सार्वजनीनां कालोपाधित्वम् आगतं वा सार्वजनीना हा सार्वजनीना काल उपाधित्वम् आगतम् सार्वजनिना इति पद्मालय इव इतरयोः गृहयोः काल उपाधित्वं सार्वजनिना इत्युक्ते अहं चिन्तयामि तत्र समीचीनतया ज्ञाने सरला भगिनी, भवती तत्र व्युत्पत्तिः किमिति अवगच्छति वा, सार्वजनिना इति? अहं लिखितवती कम्पेरिसन् महोदय, सार्वजनिना इति. महोदय, अमङ्ग्स्ट् आल् द हौसस् पद्मालये इव इतरयोः गृहयोः कालिका, amongst the three houses, sarve janah kriya sarve janah kriya karanam iti asti sarvajanina. Oh, itite sarve janah kriyamana iti aham likhitavati. Sarve hi janah kriyamana asti, vyavaharah kriyamana asti iti. समीचीनं भगिनि, अस्तु. तर्हि सार्वजनीनाः पदमेवम् अस्ति, सार्वजनीनाः हा इति तृतीया नास्ति तत्र, सार्वजनीनाः अस्तु, सार्वजनीनाः अत्र प्रातिपदिकं सार्वजनीन भवति. सार्वजनीन् भवति, सर्वैः जनैः क्रियमाणं जनिना जनेभ्यां जनिभिः तृतीया. व्यवहारस्य विशेषणमस्ति सार्वजनिनाः व्यवहारः. सत्यं सत्यम्, समीचीनम्. अस्तु, सरला भगिनी, भवती अग्रे पठति वा तथा च? महोदय, मम परितः ध्वनिः अस्ति, म्यूट् कृतवती. अस्तु अस्तु भगिनि, अत्र इदानीं भवत्याः पार्श्वे ध्वनिः अस्ति वा मम पार्श्वे ध्वनिः अस्ति इति वदति वा? मम पार्श्वे किमपि न श्रूयते भगिनि. समीचीनमेव अस्ति अत्र. अस्तु, वदामि. तथा च शारदालये कालिकेन पद्मालय शिवालयोः पद्मालये कालिकेन शारदालय शिवालयोः इति शिवालये कालिकेन शारदालय पद्मालयो वर्तते इत्यपि सिद्ध्यति. यदा लक्षणवाक्ये अस्ति सर्वजन्यानां समानकालिकानां परस्पर अधिकरणत्वम् अस्ति, तथैव अत्र दत्तम् अस्ति. यथा भवान् उक्तवन्तः आरम्भे, शारदालये कालिकेन पद्मालय शिवालयो, सो शारदालय तस् भवति अधिकरणं, कालिकसम्बन्धेन पद्मालय शिवालयो तत्र भवति आधारः अस्ति, तस्य आधेयं शारदालयं भवति अधिकरणम्. अन्यरीत्या पद्मालये कालिकेन शारदा शिवालयो एव, पद्मालय भवति अधिकरणं, कालिकसम्बन्धेन शारदा शिवालयो भवति आधेय तत्र. एवं रीत्या शिवालये कालिकेन शिवालयम् इति अधिकरणं भवति, कालिकसम्बन्धेन शारदा पद्मालयो इति भवति आधेय इति तयोः परस्पर तेषां परस्परसम्बन्ध कालिकसम्बन्धेन आगच्छति. एक भवति अधिकरणम्, अन्ये भवति आधेय तत्र. सो सर्वे जन्याना वस्तुनः ये येषां जन्म भवति तेषां परस्पर आधार आधेयभाव आगच्छति कालिकसम्बन्धेन इति. सत्यं सत्यम् इति तत्र शारदालये कालिकासम्बन्धेन शिवालयः अपि च पद्मालयः वर्तते. यथा मया पूर्वमुक्तं, मयि सर्वे जन्यपदार्थाः कालिकासम्बन्धेन वर्तते, अपि च अहमपि जन्यः इति कृत्वा अहं तु सर्वेषु जन्यपदार्थेषु वर्तते कालिकासम्बन्धेन इति अवगन्तव्यम्। अस्तु, अग्रिमवाक्यमपि भवती एव पठतु भगिनि। अस्तु, इत्थमेव च जगति वर्तमानानां सर्वेषामेव जन्यानां कालिकेन तस्मान् कालिकः जन्य आधारत्वं परमाणु आदि नित्या आधारत्वं च सिद्धं भवति। तथैव जगति ये वर्तमानानां वर्तमानकाले ये सर्वेषां जन्यानां कालिकेन तस्मात् किं सन्ति अस्ति तस्मात् कालिकजन्य आधारत्वं परमाणु आदि नित्या आधारत्वं च सिद्ध न केवलं सर्वे जन्यानां परस्परं कालिकसम्बन्धेन आधार अस्ति कालिकं तेषाम् आधारः भवति किन्तु नित्यपदार्थानाम् अपि परमाणु तेषामपि आधारकालिक कालं भवति यथा उपरि एक परिच्छेद आगच्छति भवान् बहु समीचीन उक्तवान् न केवलं गुणा अस्ति सर्वे पदार्थानां कालिक आधारः भवति अभाव पृथ्वी वायु सर्वे द्रव्याणाम् अपि गुणानां क्रियाणां समवाय अभाव अपि नित्यवस्तूनामपि कालिक आधारः भवति इति। हा, अत्र एकमेव प्रश्नः भवति भगिनी, तत्र परमाणुवादीनां परमाणुवादी नित्य आधारत्वं कुत्र भवति, नित्य आधारत्वं कस्मिन् भवति, काले भवति वा नो चेत् कुत्रापि न भवति अत्र काल इति दत्तमस्ति न जन्याना आधारत्वं परमाणु आदित्य आधारत्वं न तन्नास्ति काली किमर्थमित्युक्ते पूर्वस्मिन् पाठे एव कालः सर्वेषाम् आधारः भवति इति उक्तं। यदि तत्रैव उक्तमस्ति चेत् किमर्थम् अत्र पुनरुक्तिः तस्य, अत्र विवक्षा किम् इति चेत् अत्र पश्यतु इत्थमेव च जगति वर्तमानानां सर्वेषाम् एव जन्यानाम् इति अस्ति किल, सर्वे जन्यपदार्थाः नित्यपदार्थानामपि अधिकारः अधिकरणं भवति इति अत्र वार्ता। द्वयोः आमां जन्यानामपि अनित्य नित्य द्वयोः हा इति, तत्र जन्यानां मध्ये परस्पर अधिकरणत्वम् अस्ति कालिकासम्बन्धेन परस्पर अधिकरणत्वम् अस्ति, अपि तु जन्यः तु नित्यपदार्थानामपि अधिकरणं भवति। इत्युक्ते शारदालये आकाशः इति नित्यवस्तु कालिकासम्बन्धेन वर्तते इति वक्तुं शक्यते, शारदालये आकाशः वर्तते, पद्मालये आकाशः वर्तते, घटे आकाशः वर्तते कालिकासम्बन्धेन। कथम् इति चेत् इदानीं तत्र यथा शिवालयस्य अपेक्षया शारदालयः पूर्वं जातम् इति वदामः, तथा शिवालयस्य अपेक्षया आकाशः कदा जातः इति चेत् आकाशस्तु नित्यमेव, अतः शिवालयस्य पूर्वमपि आकाशः वर्तते इति वक्तुं शक्यते किल। शिवालयम् आधारीकृत्य आकाशः शिवालयस्य अपेक्षया पूर्वं वर्तते इति व्यवहारः कर्तुं शक्यते इति कृत्वा शिवालयः आकाशस्य आकाशमिति नित्यद्रव्यस्य आधारः भवति कालिकसम्बन्धेन। इति अवगतम् अत्र. अस्तु, समीचीनं भगिनि. अतः अत्र अस्मिन् पाठे कालिकसम्बन्धेन महोदय, कालिकसम्बन्धेन आकाशे यथा आकाशे घट अस्ति, किन्तु घट किं वदामि, कालिकसम्बन्धेन आकाशे अस्ति, घट आकाशे अस्ति, किन्तु आकाशकालिकसम्बन्धेन घटे नास्ति इति. न न, विपरीतरीत्या उक्तं भवति. विपरीत अस्तु. कालिकासम्बन्धेन आकाशः घटे वर्तते, किन्तु कालिकासम्बन्धेन आकाशे घटः वर्तते इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते यः पदार्थः उपाधिरूपेण भवितुमर्हति, जन्यपदार्थानामेव कालिक उपाधित्वं, काल उपाधित्वम् इति अस्माभिः अधीतं किल. आकाशः तु नित्यः, अतः काल उपाधिः न भवितुमर्हति आकाशः इति कृत्वा. आकाशः काल उपाधिः न भवितुमर्हति इति चेत् कथं वा तस्य जन्यानाम् आधारः भवितुमर्हति? अतः एव तत्र यः परिच्छेदः बालसुब्रह्मण्यमहोदयेन पठितं, तत्र उपाधित्वात् कालिकेन अधिकरणत्वमपि सिद्ध्यति. यः पदार्थः कालोपाधिः भवितुमर्हति सः एव पदार्थः उपाधित्वात् कालिकेन अधिकरणत्वमपि, तस्मिन् अधिकरणत्वमपि सिद्ध्यति इति अस्ति. आकाशः नित्यः, जन्यः नास्ति इति कृत्वा आकाशः उपाधिः, कालस्य उपाधिः न भवितुमर्हति. आकाशं स्वीकृत्य तत्र किमपि वक्तुं शक्यते वा कालस्य विषये? न वक्तुं शक्यते किल. कालस्य मानम् आकाशं स्वीकृत्य कालस्य मानं कर्तुं शक्यते वा? न शक्यते. आकाशस्तु नित्यः इति कृत्वा तत्र जन्यपदार्थाः कालोपादयः भवितुमर्हति, अतः सर्वेषाम् आधारः भवितुमर्हति जन्यपदार्थाः. नित्यपदार्थानामपि आधारः भवितुमर्हति, यथा यदा इदानीमेव मया उपपादितं तत्र शिवालयस्य अपेक्षया शारदालयः पूर्वं जातः इति कृत्वा कालिकासम्बन्धेन शारदालयः शिवालये वर्तते इति एकम्. अपि च शिवालयस्य अपेक्षया आकाशः पूर्वमेव अस्ति इति कृत्वा आकाशः अपि कालिकासम्बन्धेन शिवालये वर्तते इति वक्तुं शक्यते. इति कृत्वा शिवालयः इति जन्यपदार्थः अन्येषां जन्यपदार्थानामपि आधारः भवति, अपि च नित्यपदार्थानामपि आधारः भवति. नित्यपदार्थाः के? परमाणवः, अपि च आकाश, दिक्, आत्म, मनांसि इति एते सर्वे. ते अपि कालिकासम्बन्धेन जन्यपदार्थेषु भवन्ति इति अत्र मुख्यवार्ता अस्ति. समीचीनम्. अस्तु, तर्हि अग्रे गच्छेम. तत्र विजी भगिनी भवती पठति वा? महोदय, मुरली महोदय वदतु. तत् समानकालिकजन्याधारत्वं परमाणवादिनित्याधारत्वं च सिद्धम्. सो परमाणवादी तत्र आकाशः परमाणु इत्यादयः. आम्, सत्यम्. धन्यवादः. विजी भगिनी पठतु. पठामि महोदय. समानकालिकजन्य आधारत्वम् एव कथम्? तत् समानकालिकजन्य आधारत्वम् इत्यस्य अयम् आशयः. ययोः कालिकेन आधार आधेयभावः वक्तव्यः, ताभ्याम् अभिन्ना एका काचन क्रिया सः अनुभोक्तव्या. तावत् वदतु प्रथमं. समानकालकजन्य आधारत्वम् एव कथम् इत्युक्ते समानकाले वर्तमान उदाहरणरूपेण पद्मालय शिवालय स्तः चेत् समानकाले निर्मितम् अस्ति चेत् तत्र आधाराधेयभावं कालिकारूपेण अस्ति वा इति वा. हा, निर्मितम् इति नास्ति किन्तु एकस्मिन् काले द्वयमपि भवेत् इति नियमः. एकस्मिन् तत्र पूर्वस्मिन् पाठे शीर्षकमासीत् सर्वजन्यानां समानकालिकानाम्. इदानीम् अत्र अस्मिन् पाठे शीर्षकं किम् अस्ति इति चेत् समानकालिकजन्य आधारत्वम् एव. किमर्थं तत्र समानकालिकानाम् इति पदं प्रयुक्तम् इत्यस्मिन् विषये चर्चा अस्ति अत्र. अग्रे पठतु भगिनि, भवती एव पठतु. चित्रं चित्रे किमस्ति इति पठित्वा अग्रे. पद्मालयः अस्ति, शिवालयः अस्ति, उत्पत्तिः 1900. कृष्ण अष्टमी नासक्षणः. नासक्षणः इत्युक्ते अहं इदं जानामि भवती. तत्र पद्मालयः तस्य उत्पत्तिः एकस्मिन् क्षणे इत्युक्ते नवशत अधिक एकसहस्र इत्यस्मिन् संवत्सरे तस्य उत्पत्तिः अभवत्. अपि च तस्य नाशः इत्युक्ते ग्रहस्य नाशः पञ्चविंशत्यधिकनवशतोत्तर एकसहस्रवर्षसंवत्सरे कृष्णा अष्टम्यां तस्य नाशः अभवत्. इदानीं शिवालयं पठतु. शिवालयः उत्पत्तिदिनं पञ्चविंशति नवसहस्र अधिक नवशत अधिक एकसहस्रम् उत्पत्तिदिनं श्री श्रवणकृष्णनवमी. इत्युक्ते नाशं न अभवत्. उत्पत्तिदिनमेव, उत्पत्तिदिनं केवलम् उत्पत्तिदिनं दत्तम्. उत्पत्तिदिनं दत्तं किन्तु उत्पत्तिदिनं किम् इति चेत् पद्मालयस्य नाशदिनस्य अग्रिमदिने शिवालयः उत्पन्नः अस्ति. अष्टम्यां पद्मालयस्य नाशः अभवत्, नवम्यां शिवालयस्य उत्पन्नम् अभवत् इति चिन्तयतु. इत्युक्ते समानकालिकः नास्ति ते. औ समानकालिकौ न स्तः. इदानीम् अग्रे पठतु. अस्मिन् उदाहरणे पद्मालये नाशः पञ्चविंशति नवशतकाधिक एकसहस्र शकाब्दे कृष्णाष्टम्यां जातः. शिवालयः तु परेद्यवि उत्पन्नः. परेद्यवि इत्युक्ते अग्रिमदिनम्. अतः घटिकयन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता इति तयोः कालिकसम्बन्धः न भवति. भवान् अधुना उक्तवान् किल अग्रिमदिने शिवालयस्य उत्पत्ति, पद्मालयस्य नाशं पूर्वदिने नाशम् अभवत् इत्यतः समानकालिकसम्बन्धः न भवति. कालिका घटिकायन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता. स्फटिकयन्त्र्या न कापि क्रिया इत्युक्ते क्रिया उपाधित्वेन कालिकासम्बन्धः न भवति वा महोदय? आम्, अत्र क्रिया एव तुल्यक्रिया एव. भगिनी किञ्चित् म्यूट् मध्ये भवतु भगिनी, प्रतिध्वनिः आगच्छति. अहं किञ्चिदिव वदामि. हा, धन्यवादः भगिनी. हा, वयं पूर्वमेव पठितवन्तः तुल्यक्रिया एव कालस्य उपाधिः भवति इति. इदानीं पद्मालयस्य नाशस्य अनन्तरम् एव शिवालयस्य उत्पन्नं जातम् इति कृत्वा द्वयमपि एकमेव क्रिया अनुभूतः नास्ति. इत्युक्ते या क्रिया पद्मालयेन अनुभूता अस्ति सा एव क्रिया शिवालयेन अपि अनुभूता इति न वक्तुं शक्यते इति कृत्वा तत्र कालिकासम्बन्धः न भवितुमर्हति. किमर्थमित्युक्ते तत्र क्रियाम् आधारीकृत्य एव सम्बन्धः वक्तव्यः. अपि च तत्र शिवालयः वा पद्मालयः वा कथं वा कालस्य उपाधित्वेन स्वीकृतम् इति चेत् तेन यदा तेषाम् उत्पादिः उत्पत्तिः जातः तदा तेन क्रिया अनुभूतः वर्तते इति कृत्वा एव ते अपि कालस्य उपाधित्वेन स्वीकृत्य व्यवहारः क्रियते. किन्तु इदानीं पद्मालयस्य नाश अनन्तरमेव शिवालयस्य उत्पत्तिः जातः इति कृत्वा द्वौ गृहौ अपि समानक्रियां न अनुभूतः इति कृत्वा यद्यपि पद्मालयः अपि च शिवालयः द्वौ अपि जन्यौ तथापि पद्मालये शिवालयः वर्तते शिवालये पद्मालयः वर्तते इति न वक्तुं शक्यते. किमर्थमित्युक्ते तयोः मध्ये समानक्रिया किमपि नास्ति इति कृत्वा अत्र समानकालिकजन्यानाम् एव परस्पर आधारत्वं भवति इति प्रतिपादितम् अत्र. अस्तु, इदानीं भानुचित्री महोदय अग्रे पठतु महोदय. महोदय, चित्रं महोदय, अस्मात् चित्रं किमस्ति इति उक्त्वा अग्रे पठतु. शारदालयः उत्पत्तिः नवशत एकसहस्र वत्सरः. पञ्चविंशत्यधिकनवशत एकसहस्रवत्सर कृष्णाष्टमी तस्य नाशक्षणः, शारदालयस्य नाशक्षणः. शिवालयः अपि वर्तते. शिवालयः उत्पत्तिः प्रायः पञ्चविंशत्यधिकनवशत एकसहस्रतमवर्षे श्रावणकृष्णसप्तमी उत्पत्तिदिनम् अस्ति. अत्र मुख्यवार्ता किम् इति चेत् शारदालयस्य नाशः अष्टम्याम् अभवत्, शिवालयस्य उत्पत्तिः सप्तम्याम् अभवत् इत्युक्ते पूर्वस्मिन् दिने अभवत्. आं महोदय, अग्रे पठतु इदानीं. सप्तमी, हा, किन्तु पूर्वस्मिन् वामस्तरचित्रं चित्रे श्रावण इति न दत्तं महोदय, केवलं कृष्णाष्टमी. भवतु महोदय, क्षम्यतां महोदय, मध्ये अपि वर्तते. अस्मिन् उदाहरणे पञ्चविंशत्यधिकनवशत एकसहस्रशकाब्दे श्रावणकृष्णसप्तम्यां याः घटिकायन्त्रस्य क्रियाः ताः सर्वाः अपि उभाभ्याम् अनुभूताः. शारदालयः अपि शिवालयः अपि सप्तम्यां तु वर्तते एव. सत्यम्. अतः द्वे अपि अनुभूताः क्रियाः, घटिकायन्त्रस्य क्रियाः अनुभूताः. सत्यम्. अतः तयोः मध्ये परस्परम् आधार आधेयभावः भवत्येव. अतः समानकालिकजन्य आधारत्वम् इति स्वीकृत्य तयोः शारदालयोः शारदालयशिवालयोः मध्ये परस्परम् आधार आधेयभावः भवति. हा, यद्यपि एकमेव दिनं द्वयमपि एकस्मिन् काले आसीत् तथापि एकस्मिन् दिने या क्रिया घटिकायां जाता वर्तते सा क्रिया उभाभ्याम् अनुभूताः वर्तन्ते इति कृत्वा इदानीं वक्तुं शक्नुमः शारदालयः कालिकासम्बन्धेन शिवालये वर्तते. एकनिमिषं, बहु किमपि ध्वनिः आगच्छति महोदय. अस्तु, इति कृत्वा तत्र इदानीं वक्तुं शक्यते तत्र शारदालयः अपि च शिवालयः द्वौ अपि समानकालिकक्रिया ताभ्याम् अनुभूतः इति कृत्वा तत्र इदानीं वक्तुं शक्यते शारदालये शिवालयः कालिकासम्बन्धेन वर्तते अपि च शिवालये शारदालयः कालिकासम्बन्धेन वर्तते इति वक्तुं शक्यते. अत्र अन्ततो गत्वा सारांशः किम् इति चेत् जन्यपदार्थानां परस्पर आधारत्वं वर्तते तथापि समानकालिकजन्यानाम् एव तत्र परस्पर आधारत्वं कालिकासम्बन्धेन आधारत्वं वक्तुं शक्यते. यदि एकं जन्यं वस्तु तत्र पूर्वमासीत् अपि च इदानीमेवस्य अन्यवस्तुनः जननम् अभवत् इति चेत् यद्यपि द्वौ पदार्थौ अपि जन्यौ स्तः तथापि अनयोः मध्ये कालिकासम्बन्धेन परस्पर अधिकरणत्वं न वक्तुं शक्यते इति अस्ति. अस्तु, इदानीम् अग्रे तत्र कालस्य ये सिद्धान्ताः अस्माभिः अधीताः. वदतु. क्षम्यताम्, एकः प्रश्नः अस्ति. पश्यतुं शक्नोमि, समयः जातः अतः न जाने. पृच्छतु. ओके ओके, अत्र पूर्वस्मिन् पृष्ठे वयं पठितवन्तः आधार आधेय भावः किमर्थम् अस्ति. किञ्चित् केचन व्यवहारेण आधारेण तद् दत्तमासीत् तत्र. ततः पञ्चभ्यः वत्सरेभ्यः अनन्तरं पद्मालयः, पञ्चदशभ्यः वत्सरेभ्यः अनन्तरं शिवालयः इति व्यवहारः प्रसिद्धः एव. अत्रापि तथैव व्यवहारं कर्तुं शक्नुमः इति मम चिन्तनमस्ति. शिवालयः एकदिनं पश्चात् उत्पन्नः भवति, तर्हि आधाराधेयभावः एकस्मिन् पक्षे अस्ति अपरस्मिन् पक्षे नास्ति, न जाने. हा, तत्र परस्परम् इति अत्रैव वैशिष्ट्यमस्ति. इदानीं समानकालिक वस्तु नास्ति चेदपि तत्र एकं जन्यं वस्तुं स्वीकृत्य अन्यस्य तत्र इदानीं तत्र अन्यस्य कालः कः इति वक्तुं शक्यते इति तादृशम् आधारत्वम् अस्ति एव. किन्तु इदानीं तत्र पद्मालयः अपि च शिवालयः इति स्वीकरोतु. पद्मालयस्य नाशः अष्टम्याम् अभवत्, शिवालयस्य उत्पन्नं नवम्याम् अभवत् इति कृत्वा अनयोः मध्ये परस्पर तत्र एकस्मिन् यदा इदानीम् अहं वक्तुं शक्यते किल, भवती अपि इदानीम् अस्ति अहमपि इदानीम् अस्मि इति कृत्वा अहं त्वयि कालिकालसम्बन्धेन वर्तते अपि च भवती मयि कालिकासम्बन्धेन वर्तते इति एतादृशव्यवहारः पद्मालयशिवालयमध्ये न कर्तुं शक्यते इति एव अस्ति. अत्र परस्परव्यवहारः न कर्तुं शक्यते, किन्तु एकं स्वीकृत्य अन्यस्य परिचयं कालस्य मानं कर्तुं शक्यते इति तु सत्यं. तत्र सर्वे जन्यपदार्थाः कालस्य उपाधित्वेन कार्यं कर्तुं शक्यते इति तत्र किमपि क्लेशः नास्ति. इदानीं परस्परत्वं तत्रैव अत्र अत्र अत्र किञ्चिदिव उक्तं. किन्तु तस्य परस्परत्वस्य प्रयोजनं किम्? परस्पर अधिकरणस्य प्रयोजनं किम्? वयं व्यवहारे वदामः किल, समानकालिकः सः, इदानीं शङ्कराचार्यः कदा आसीत् अपि च तस्मिन्नेव काले रामानुजः आसीत् वा इति तादृशव्यवहारः कुर्मश्चेत् तत्र न समानकालिकः नास्ति रामानुजः, तदनन्तरमेव आगतवान् इति. तत्र अहं काल उपाधित्वम् अवगच्छामि, एवं च कालस्य अधिकरणत्वम् अवगच्छामि, किन्तु परस्पर अधिकरणत्वं किमर्थं स्वीक्रियते तत्र, तस्य प्रयोजनं न अवगच्छामि. तत्र सर्वस्य इदानीं अस्माकं मूल्यं किम् इति चेत् परिचयमेव किल. सीमा का इति कोऽपि पृच्छति चेत् यस्मिन् काले अहम् अस्मि तस्मिन्नेव काले सः अपि अस्ति इति तादृशं किमपि परिचयम् इतोपि चिन्तनीयं. तत्र प्रयोजनं साक्षात् किम् इति, अत्र किम् अस्मिन् पाठे किं दत्तमस्ति इति चेत् तत्र आधारादेयभावः समान कालिकजन्यानाम् एव भवितुमर्हति इति बोधितं. किमर्थम् इत्युक्ते तत्र क्रिया एव सर्वेषां तत्र उपाधित्वेन भवति. जन्यवस्तु कदा उपाधिः भवति? यदा तेन जन्यवस्तुना क्रिया अनुभूतः भवति तदा एव जन्यवस्तु उपाधिः भवति. अतः एव नित्यवस्तुनः काल उपाधित्वेन कार्यं न कर्तुं शक्यते इति कृत्वा तत्र सर्वे जन्यवस्तु साक्षात् कालस्य उपाधिः नास्ति. तत्र क्रिया तेन अनुभूता इति कृत्वा एव तस्मिन् जन्यवस्तुनि उपाधित्वम् आगतं, कालस्य उपाधित्वम् आगतम् इति कृत्वा इदानीं तत्र समानक्रिया ताभ्यां न अनुभूतः इति चेत् कथं वा परस्परसम्बन्धः वक्तुं शक्यते इति प्रश्नः. तत्र टेक्निकल् पायिण्ट् इव भाति मम. अस्तु, अत्र प्रतिपादितं प्रयोजनं किम् इति अहमपि तत्र न जाने. किमर्थम् इत्युक्ते रामानुजस्य पूर्वं शङ्कराचार्यः आसीत्, शङ्कराचार्यस्य अनन्तरं रामानुजः आसीत् इति तादृशव्यवहारः. यद्यपि तौ द्वौ अपि समानकालिकौ नास्ति न स्तः, तथापि तयोः मध्ये एतादृशव्यवहारः कर्तुं शक्यते एव इति अस्ति. धन्यवादः महोदय, किञ्चित् चिन्तनम् अपेक्षितम्. आमामां, तत्र प्रयोजनस्य विषये किमर्थम् एतत् सर्वं वक्तव्यम्, अनेन किम् इति किञ्चिदिव तत्र मम चिन्तनमस्ति. केवलं टेक्निकल् पायिण्ट् इति इत्युक्ते सर्वेषां मनसि भवेत् क्रिया एव उपाधित्वस्य आधारः. यदि एकस्य वस्तुनः तत्र क्रिया न अनुभूतः अस्ति चेत् वस्तुना एकेन वस्तुना क्रिया न अनुभूतः चेत् तत्र उपाधित्वं न भवत्येव इति कृत्वा तत्र कोऽपि प्रष्टुं शक्यते. इदानीं तत्र शिवालयः शारदालये वर्तते, शिवालयः तत्र पद्मालयः शिवालये वर्तते, शिवालयः पद्मालये वर्तते इति कोऽपि वदति चेत् इदानीं तत्र कोऽपि आक्षेपं कर्तुं शक्यते. तौ समानकालिकौ नास्ति, अतः कथं वा निरूपयति तत्र. इदानीं तत्र विपरीतरीत्या पृच्छामिश्चेत् इदानीं भवती निरूपयतु, पद्मालयः तु पद्मालयस्य नाशः अभवत्, तस्माद् अनन्तरमेव शिवालयस्य उत्पन्नं जातम् इति कृत्वा तत्र पद्मालये शिवालयः वर्तते इति निरूपयतु इति चेत् तत्र चित्रं निर्माणं कुर्मश्चेत् तत्र क्लेशः भवति इति कृत्वा एतादृशं दत्तमस्ति इति अहं चिन्तयामि. भवती प्रयत्नं करोतु, चित्रं निर्मातुं प्रयत्नं करोतु. अस्तु अस्तु अस्तु, समयः जातः, अत्र स्थगयामः. सर्वेषां नमस्कारः, धन्यवादाश्च. नमस्कारः महोदय. वदतु मुरळी महोदय. उत्पत्ति